नमस्कारः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रेरणार्थिनिचि, विशेषहलन्तदातवः इति विषयः अनुवर्तते। तत्र चुरादिगणे अदन्तदातूनां चिन्तनं जायमानमस्ति। तत्र वयं दृष्टवन्तः यत् चुरादिगणे केचन दातवः सन्ति, येषाम् अन्ते ह्रस्व अकारः वर्तते, यः इत्संज्ञकः नास्ति। अतः तादृशधातुतः यदा निष्प्रत्ययः विधीयते तदानीं निष्प्रत्ययः अर्धधातुकप्रत्ययः, अतः अतोलोपः इत्यनेन धातोः अन्ते यः ह्रस्वकारः तस्य लोपः भवति। यथा कतयोगः णिच् इति प्रसङ्गे तत्र अतोलोपः इत्यनेन तकार उत्तरवर्ति अकारस्य लोपः कत् योगः णिच्, इदानीं तत्र अतोपदायाः इत्यनेन वृद्धिः स्यात्, परन्तु वृद्धिः न भवति। तदर्थम् अस्माभिः अच परस्मिन् पूर्वविदौ इति सूत्रं पठितं। तस्मिन् प्रसङ्गे अस्माभिः एकः प्रश्नः उद्भावितः यत् अत्र स्थानिवतादेशो अनन्विदौ इत्यनेन स्थानिवद्भावः शक्यते वा, किमर्थम् अचः परस्मिन् पूर्वविदौ इति सूत्रं किमर्थम् अचः परस्मिन् पूर्वविदौ इति सूत्रस्य आवश्यकता इति प्रश्नः उद्भावितः। तस्य समाधानत्वेन किम् अस्माभिः चर्चितम् इति अत्र शोभगिनी कृपया वदतु। अस्तु, स्थानिवद्भावः इति सूत्रं पठितवन्तः। स्थानिवद्भावः इति सामान्यसूत्रम्, अपि च स्थानिवतादेशो अनल्विदौ इति सूत्रं, क्षम्यतां, स्थानिवतादेशो अनल्विधौ इति सामान्यसूत्रं, येन आदेशः स्थानिवद्भवति यदि विधिः अनल् अस्ति, अपि च अल्विधिः अस्ति चेत् न भवति, स्थानिवत् न भवति इति तस्य सूत्रस्य कार्यम्। अपि च यत्र वयं कथायोगः णिच् इति प्रक्रियां दृष्टवन्तः, तत्र कथा इत्यस्य अतोलोपः इत्यनेन अकारलोपः भवति, कथा इत्यस्य अन्त्य अकारस्य लोपः, कत् योगः णिच् इति स्थितिः। इदानीं तत्र अतोपधायाः इति सूत्रेण वृद्धिः भवितुम् अर्हति, अतः वृद्धिः, यतोहि तत्र कत् इत्यस्य उपधायाः अच् वर्णस्य अत् इत्यस्य वृद्धिः भवितुम् अर्हति, किन्तु तद् न इष्टम् तत्र। अतः अचः परस्मिन् पूर्वविधौ इति सूत्रम् आनय तस्य निषेधः कृतम्, आनीय एव खलु, धन्यवादः, आनीय तत्र वृद्धेः निषेधं कृतं, यतोहि तत्र अचः परस्मिन् पूर्वविधौ इति सूत्रं वदति अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ इति, इत्युक्ते परनिमित्तिक अजादेशः स्थानिवद् भवति इति, पूर्वविधौ कर्तव्ये इति अपि अस्ति। इत्युक्ते परनिमित्तिकः इत्युक्ते तत्र णिच् इति किं प्रत्ययः परं भवेत् इति, पर णिच् इति आश्रित्य कार्यं भवति, अतः तत्र परनिमित्तिक अजादेशः अभवत् अतो लोपः इत्यनेन लोपः अभवत्। अपि च पूर्वविधौ कर्तव्ये इत्युक्ते तत्र यत् यस्य लोपः अभवत् इत्युक्ते अकारः तत्र, तस्मात् पूर्वं कार्यम् अस्ति अस्मिन् प्रसङ्गे इति अचः परस्मिन् पूर्वविधौ इति सूत्रस्य आशयः। अपि च तत्र अचः परस्मिन् पूर्वविधौ इति निषेधसूत्रम् अस्ति, निवृत्तिः, स्थानिवतादेशो अनल्विधौ इति प्रवृत्तिसूत्रं प्रवर्तनाय, अचः परस्मिन् पूर्वविधौ इति सूत्रं निषेधाय, निवृत्ति निवर्तनाय। इदानीम् अस्माकं प्रश्नः आसीत् तत्र स्थानिवतादेशो अनल्विधौ इति सामान्यसूत्रम् अस्ति एव, तेन कार्यं भवति एव, तर्हि किमर्थं तत्र अचः परस्मिन् पूर्वविधौ इति सूत्रम् आनेतव्यम् इति प्रश्नः आसीत्। अपि च तस्य उत्तरम् आसीत् तत्र किं तत्र कत् धातोः प्रसङ्गे स्थानिवद्भावः अपेक्षितः अस्ति, यतोहि तत्र कात् इति न इष्टं रूपं, कथयति इत्यत्र कथयति तथा एव गाणयति किम् एतानि रूपाणि भवन्ति नो चेत् इति कृत्वा स्थानिवद्भावः अपेक्षितः. अतः तत्र आनिवत् आदेशो अनल्विधौ इति इत्यनेन कार्यं भवितुम् अर्हति चेदपि किमर्थं न स्यात् इति चेत् तत्र किं स्थानिवत् भावः यत्र भवति इत्युक्ते यत्र शास्त्रीयकार्यं स्यात्. इदानीम् अस्माकं विषयः आसीत् तत्र अचः अचः लोपः. एकक्षणम् एकक्षणं, बहु सम्यक् एतावता यद् भवती उक्तवती बहु सम्यक्, परन्तु अत्र स्थानिवतादेशो अनल्विधौ इत्यस्य प्रसक्तिः अस्ति कथम् इति प्रदर्शयतु, कथमस्ति प्रसक्तिः इत्युक्ते प्रसक्तिः कथम् अस्ति इति वा? स्थानिवतादेशो अनल्विधौ इति सूत्रं किं वदति? आदेशः स्थानिवद् भवति अल्विधिः नास्ति चेत् इत्यनेन तत्र अतः किं तत्र कथायोगः णिच् इत्यत्र स्थानिवत् आदेशः भवति चेत् तत्र वृद्धिः भवितुम् अर्हति, कात् इति भवति तत्र कथयति इति रूपं भवति, यतोहि अतः लोपः जातः, किन्तु तत्र लोपस्य एकक्षणं भगिनि पूर्वम् अवगतम् तत्र हा तर्हि तत्र लोपः जातः अपि च न इदानीं भगिनी भवती उक्तवती आदेशः स्थानिवद् भवति परन्तु अनल्विधौ इति उक्तवती, तर्हि अत्र परिशीलयतु अल्विधिः अस्ति वा न वा इति परिशीलयतु. अल्विधिः नास्ति, अनल्विधिः एव, अनल्विधिः अस्ति कृत्वा स्थानिवत् आदेशः भवति. कथम् अनल्विधिः अत्र प्रतिपादने कथायोगः णिच् इत्यत्र वा? कथम् अनल्विधिः इति प्रतिपादयति? अनल्विधिः यतोहि तत्र अलाश्रितकार्यं नास्ति. अलाश्रितकार्यम् इत्युक्ते स्थानिनः स्थाने कार्यं भवेत् इत्युक्ते यथा कथा इत्यस्य अकारस्य लोपः जातः, तत्र प्रथमं तु कथा अकारः अन्त्यकारः स्थाने आसीत्, तस्य स्थाने आदेशः अभवत् लोपः इति आदेशः. तर्हि तत्र इदानीं कत् योगः णिच् इति स्थित्यां स्थानिवत् आदेशो अनल् विधौ इति सूत्रस्य प्रसक्तिः किमर्थं कथं भवति इति चेत् विधिः इदानीं तत्र तृतीयकालस्य विधिसूत्रं खलु हा तत्र अनल्विधिः यतोहि तत्र कथायोगः णिच् अथ उपधाय इत्यस्य कृते निमित्तानि तत्र णित् इति प्रत्ययः परं भवेत्, उपधायां ह्रस्वाकारः भवेत्, तावदेव. तत्र एते निमित्ते अलाश्रितनिमित्तानि निमित्ते नास्तः. किमर्थम् अलाश्रितनिमित्ते न स्तः? यतोहि अलाश्रितनिमित्तं तत्र कथा इत्यस्य अकारः यत् आसीत् तस्य लोपः, किन्तु तत्र स्थानिवत् आदेशः भवति इति चेत् तत्र पुनः अकारः तत्र दृश्यते इति. न तेन अनल्विधिः इति कथं ज्ञायते? अनल्विधिः इति कथं ज्ञायते इत्युक्ते अलाश्रितविधिः नास्ति खलु तत्र कत् इत्यस्य उपधायाः कथम् अलाश्रितविधिः नास्ति इति अत्र अलाश्रितः इति चेत् कथं तत्र वाक्यं तत्र अलाश्रितः इत्यत्र कथं विवरणं क्रियते अलाश्रितः इति वदामः चेत् अल् वर्णम् आश्रित्य विधिः भवति इति न अल् विधिः इत्यत्र तत्र इत्यस्य विवरणं कथं वदामः अल् विधिः इति. ओ अस्तु तत्र तत्र चतुर्थ विधाः अलाविधिः अलहविधिः पञ्चम्याम्, अलहविधिः षष्ट्याम्, अलिविधिः सप्तम्याम्। तर्हि तत्र कथा इत्यत्र अकारस्य अलाविधिः इति चेत् तत्र तस्य अकारस्य कारणेन लोपस्य कारणेन अयं विधिः किम् एषा विधिः भवति वा इत्युक्ते न भवति। अपि च पञ्चमी इत्युक्ते परकार्यं, तेन परकार्यं भवति वा न, यतोहि तत्र तस्मात् अल् वर्णस्य पूर्वमेव कार्यं भवति। अपि च अलः इति षष्ठी इति स्वीकुर्मः चेत् तदपि नास्ति, यतोहि तत्र यत्र अकारस्य लोपः जातः इदानीम् अकारः दृश्यते इति स्वीकुर्मः चेत् तत्र विधिः न भवति, तदपि नास्ति। न, अकारः दृश्यते इति न स्वीकरणीयं, सानिवद्भावः भवति चेदेव अकारः दृश्यते। इदानीम् सानिवद्भावः भवति न वा इति प्रश्नः अस्ति, तदानीम् अकारः दृश्यते इति न वक्तव्यम्। अस्तु अस्तु, तत्र लोपः एव तत्र विधिः भवति वा इति चेत् न, तत्र न भवति। षष्ठीः अपि नास्ति। अलि विधिः इत्युक्ते अल् वर्णात् किं सप्तमी इत्युक्ते पूर्वकार्यं परनिमित्तं, परनिमित्तम् अस्ति वा इत्युक्ते स्थानिनः परं निमित्तमाश्रित्य कार्यं भवति तत्र। तत्र किञ्चित् पूर्वकार्यं परनिमित्तं सप्तमी इत्युक्ते कः अर्थः? सप्तमी इत्युक्ते पूर्वकार्यं परकार्यं किं पूर्वकार्यं परनिमित्तं, पूर्वकार्यम् इति अर्थः। पूर्वकार्यम् इत्युक्ते साक्षात् पूर्वं भवेत्, न तु व्यवहृतः। सत्यं सत्यं, साक्षात् पूर्वं भवेत्। अस्तु, इदानीं तत्र स्थानिनः साक्षात् पूर्वं भवेत् इत्युक्ते थकारः अस्ति, तत्रापि न भवति, तस्मात् पूर्वं भवति, अतः तत्र तदपि नास्ति, अतः अल्विधिः नास्ति। उत्तमम् उत्तमं, बहु सम्यक् भगिनि, बहु सम्यक्, उत्तमम्। इदानीं पुनः स्पष्टम् अभवत्, धन्यवादः भगिनि। बहु सम्यक् इति कृत्वा अल्विधिः नास्ति, अल्विधिः नास्ति भवेत्। अल्विधिः नास्ति चेत् तत्र स्थानिवत् आदेशो अनल्विधौ इत्यनेन आदेशः स्थानिवत् न भवति, आदेशः स्थानिवत् भवेत्। ओ क्षम्यताम्, स्थानिवत् आदेशः अनल्विधौ, क्षम्यतां भगिनि, अनल्विधौ अस्ति इति कृत्वा स्थानिवत् आदेशः भवति इत्युक्ते इदानीं तत्र यत्र अकारस्य लोपः जातः तत्र अकारः पुनः तिष्ठति आगत्य, अतः कथायोगः निश्चिति भवति। तर्हि तत्र अतौपधायः इत्यनेन वृद्धिः न भवति। उत्तमम् इति वक्तुं शक्यते, परन्तु कथञ्चित् किमर्थं तत्र केनचित् कारणेन स्थानिवदादेशो अनल्विधौ इत्यनेन स्थानिवद्भावः न भवति, किमर्थं न भवति इत्युक्ते अर्हति, किन्तु स्थानिवदादेशो अनल्विधौ इत्यस्य कार्यं किमर्थं न भवति इत्युक्ते इदानीं तत्र शास्त्रीयं कार्यं नास्ति इति दृष्टवन्तः। इत्युक्ते शास्त्रीयकार्यं यदा उच्यते इत्युक्ते यत्र विधानं कोऽपि विधानं भवेत्, अभावरूपकार्यम् आश्रित्य कार्यं न भवेत्, तर्हि इदं कार्यं भवति चेत् अशास्त्रीयकार्यं भवति, अतः तत्र कर्तुं न शक्नुमः, अस्य सूत्रस्य कार्यं न भवति। अतः अचः परस्मिन् पूर्वविधौ इति सूत्रं निर्मितं पाणिनिर्मितं। सम्यक् सम्यक्, बहु सम्यक्, सम्यक्तया अवगतवती, सम्यक्, सम्यक्। बुद्धं वा एवं रीत्या किं सर्वे मीना भगिनी मीना भगिनी अवगतं भगिनि अवगतं वा? सम्यक् सम्यक्, अस्तु। तर्हि विनय महोदय, प्रश्नः कः? न, प्रश्नः केवलम् अस्ति उपधासम्बन्धे। यदि उपधासम्बन्धे वदामः तर्हि उपधा अस्ति ककार उत्तरवर्ति अकार, यदि लोपः अस्ति तर्हि उपधा अस्ति, यदि लोपः नास्ति तर्हि उपधासम्भावना अपि नास्ति. न, उपधा सम्भावना अस्ति, उपधा अस्ति, परन्तु भिन्नवर्णः भवति, उपधायां तकारः भवति तदानीम्. अहं जानामि, तर्हि एव उपधा तु थकारः अस्ति, परन्तु वयं थकारसम्बद्धे न वदामः, वयं केवलं तकार उत्तरवती अकारसम्बद्धे वदामः, तर्हि एव तृतीयकाले अत् उपधायाः विधिः अस्ति. यदि वयं वदामः स्थाने अस्ति अकार, तर्हि अतो लोपः अस्ति कार्य, तदनन्तरं कार्य तु अस्ति परन्तु गुणयभाव तिष्ठति, परन्तु प्रश्नवेति अनुसम्बद्धि सम्बन्धे, तर्हि एव अतो उपधायः तृतीयकाले अस्ति. यदि अहं समय पर अवगच्छामि. आमां, भवान् अवगतवान्, तृतीयकाले अथोपदायाः इत्यस्य कार्यं भवति न वा इति प्रश्नः अस्ति. तत्र साक्षात् प्रसक्तं दृश्यते, स्थानीवद्भावः इति यदि सर्वं मास्तु, साक्षात् प्रसक्तम् अस्ति अतः अहं कार्यं करोमि इति चेत् न, इष्टरूपं न सिद्ध्यति. तदर्थम् अचः परस्मिन् पूर्वविधौ इति सूत्रितं. तदानीम् अस्माकं मनसि प्रश्नः भवति, किमर्थं स्थानीवत् आदेशौ अनल् विधौ इत्यनेन न भवति इति प्रश्नः. तदर्थं यथा शोभभगिन्या उक्तं तथैव अस्माभिः चिन्तनीयम्. स्थानिवतादेशौ अनल् विधौ इति अल्विधिः वा अनल् विधिः वा, अनल् विधिः चेत् स्थानिवत् आदेशः भवेत्, परन्तु स्थानिवतादेशः तदा तत्र एव भवति यत्र स्थानिवद्भावेन सूत्रस्य प्रसक्तिः भवति, प्रवृत्तिः भवति, सूत्रस्य कार्यं भवति, परन्तु यत्र सूत्रस्य निषेधः भवति तत्र स्थानिवद्भावः न स्वीक्रियते. स्थानिवतादेशौ अनल् विधौ इति सूत्रेण अभावकार्यं चेत् स्थानिवद्भावः न भवति. स्थानिवतादेशौ अनल् विधौ इत्यत्र कतियोगः णिच् इति प्रसङ्गे स्थानिवद्भावः स्वीक्रियते चेत् तदानीम् अत उपधायाः इत्यस्य कार्यं न भवति, अतः कार्यस्य निवृत्तिः भवति. एतादृशप्रसङ्गे स्थानिवतादेशौ अनल् विधौ इत्यनेन स्थानिवद्भावः न भवति, यतोहि कार्यम् अशास्त्रीयम्. स्थानिवतादेशौ अनल् विधौ इति सूत्रं किमर्थं सूत्रितं पाणिनिना इति चेत् कस्यचित् कार्यस्य प्रवर्तनार्थं, न तु कस्यचित् कार्यस्य निवर्तनार्थम् इति कृत्वा. अत्र अस्मिन् प्रसङ्गे कतियोगः निच् इति प्रसङ्गे स्थानिवद्भावः स्वीक्रियते चेत् अतोपदायाः इत्यस्य निवृत्तिः भवति इति कृत्वा अशास्त्रीयम्. अशास्त्रीयं चेत् स्थानिवदादेशो अनल् विधौ इत्यनेन स्थानिवद्भावः न स्वीक्रियते इति कृत्वा अचः परस्मिन् पूर्वविधौ इति सूत्रं निर्मितं पाणिनिना. अचः परस्मिन् पूर्वविधौ इति सूत्रे तु अल्विधिः वा अनल् विधिः वा इति वा वयं न पश्यामः. अल्विधिः वा भवतु अनल्विधिः वा भवतु, उभयत्र स्थानिवद्भावः शक्यते. यत्र अजादेशः अस्ति, परनिमित्तिकः अजादेशः, पूर्वविधौ कर्तव्ये स्थानिवत् भवति इति कृत्वा तत्र तु अल्विधिः अनल्विधिः इति चिन्तनं नास्ति. शास्त्रीयं वा अशास्त्रीयम् इति अपि चिन्तनं नास्ति. शास्त्रीयं वा भवतु अशास्त्रीयं वा भवतु, उभयत्र अनेन सूत्रेण स्थानिवद्भावः शक्यते इति अस्माभिः प्राप्तम् एतावता. तर्हि इदानीम् अतः ततः अग्रे तत्र अन्तिमः एकः परिच्छेदः आसीत्, कथधातोः प्रसङ्गे बालमनोरमायां दत्तम् अस्ति यत् इति, ततः आरभ्य एकवारं पठामः. मीना भगिनी पठतु. कुत्र भगिनि, कथधातोः प्रसङ्गे एव वा? तथा कथवर्गे यत्र स्थगितं तत्र कथधातोः प्रसङ्गे बालमनोरायां दत्तमस्ति यत् अन्ते अकारे न इत्सङ्ख्यः सम्यकः नापि उच्चारणार्थम् इति भावः. तत्र कथधातोः निचि अतो लोपे कति इत्यस्याम् इत्यस्मात् तिपि शपि गुणे अध्यादेशो कथं कथयति इति रूपं वक्ष्यति. तत्र निजम् आश्रित्य उपधावृद्धि वृद्धिम् आशङ्क्याः अल्लोपस्य स्थानिवद्भावात् इति. अचः परस्मिन् अच अच परस्मिन् इत्यनेन इत्यनेन इति भावः अत्र अत्र इदम् अवधेयं स्था स्थानिनि सति शास्त्रीयं यत्कार्यं तदेव स्थानिवत् आदेशो अनल्विदौ इत्यत्र अतिदिश्यते यत्तु स्थानिनि सति निमित्त व्याघातान्तः भवति व्याघातात् न भवति यत्तु स्थानिनि सति निमित्तव्याघातात् न भवति तस्य अभावस्य अशास्त्रीयत्वात् न अतिदेशः यद्दु इत्यनेन यत् कार्यं तु इति बोध्यं व्याघातः इत्यनेन विनाशः निमित्तस्य व्याघातात् विधिः न जायते चेत् तद्विहितकार्यस्य अभावात् शास्त्रप्रवृत्त्याभावात् अशास्त्रीयत्वात् तादृशस्थले स्थानिवत् आदेश अनल्विदौ इत्यनेन अतिदेशः स्थानिवत् भावः न भवति अहम् बहु सम्यक्तया पठितवती सम्यक् परन्तु अवगतं वा इति वदामि भगिनि इदानीं वा इति पश्यामः वदतु सम्यक् वदामि वा कृपया कथधातोः प्रसङ्गे बालमनोरायां दत्तमस्ति यत् यत् अन्ते अकारः न इत्सम्यकः नापि उच्चारणार्थम् इति भावः तत्र कथधातोः निचि अथ अतो लोपे कति कति इत्यस्मात् तिपि शिपि शपि गुणे अद्य गुणे आद्यादेशे अयादेशे गुणे अयादेशे कथयति इति रूपं पक्षति तत्र कत् धातुः इति कथं कथयति भवति इति बालमनोरायाः वदति कथ इति धातुः अस्ति उपदेशरूपे तत्र अकारः उपदेश अकारः वर्णः नास्ति इत्सम्यकः नास्ति परन्तु तत्र उच्चारणार्थमपि अकारः नास्ति परन्तु कथं कथधातोः निचिपरे अतो लोपो इति भवति निचिपरे कथ इति अकारः लोपः भवति तदनन्तरं निचिपरे कथि इति रूपं भवति तदनन्तरं शप् इति भवति कथे कथे भवति गुण सर्वदातकयोः इति तदनन्तरं मेचोयावः इति सूत्रेण अयादेशः भवति कथयति इति रूपं भवति तत्र निच् आश्रित्य एकक्षणं बहु सम्यक् भगिनी सम्यक्तया उक्तम् अत्र एकमेव वक्तुम् इच्छामि अत्र यद्यपि कति इत्यत्र अत उपादायाः अनन्तरं स्थानिवद्भावः इति सर्वं वक्तव्यं परन्तु प्रथमतया निर्णयः कः कन्क्लूषन् एव प्रथमतया उच्यते कति धातोः गुणादेशे अयादेशे कृते कथयति रूपम् इति लभ्यते तत् कथं लभ्यते इति कथयति इति रूपं वक्ष्यति तत् कथं लभ्यते इति अग्रे उच्यते इत्युक्ते तत्र सामान्यकार्यमस्ति गुणादेशः अयादेशः सर्वं सामान्यकार्यम् इतोपि अत्र विशेषः वर्तते स्थानिवद्भावस्य विषये तदेव अग्रे उच्यते वदतु तत्र निचमाश्रित्य उपदा वृद्धिम् आशङ्क्याः अल्लोपस्य स्थानिवद्भावात् इति अत्र निचि परे उपदावृद्धिं शङ्क उपदावृद्धि अथ उपदायाः इति कार्यं करोति वा न करोति वा इति शङ्का अस्ति अल्लोपस्य स्थानिवद्भावात् किमर्थमिति चेत् अथ उपदायाः तत्र सूत्रं वदति स्थानिवद्भावात् भवति वा अल्लोपस्य स्थानिवद्भावात् भवति वा न वा इति शङ्का अस्ति तत्र इत्युक्ते अतोपदायाः इति स्थानिवद्भावः इति न अतोपदायाः इति सूत्रेण वृद्धिः भवति वा इति शङ्क्यं, किमर्थम् एतादृशशङ्का इति चेत् किमर्थम् एतादृशशङ्का, अन्यत्र सर्वत्र एतादृशशङ्का एतादृशी शङ्का नास्ति, किमर्थम् अत्र एतादृशी शङ्का इति चेत् स्थानिवत् आदेशो अनल्वितौ इति सूत्रेण तत्र अतो उपदायाः इति अल्विधिः नास्ति, तत्र दत्तं भगिन्या तत्र चतुर्विधाः सन्ति तत्र अल्वर्णस्य चतुर्विधाः सन्ति तत्र अलाविधिः अलः विधिः पञ्चमी षष्टि सप्तमी अस्ति तत्र अकारः आदे अकारः स्थानी भवति तत्र अतो लोपः इति प्रथमसूत्रेण लोपः भवति तत्र लोपः स्थानिवत् तत्र स्थानि अकारः अजादेशः तस्य स्थानं लोपम् अद्योरोपयति तस्मात् अकारः दृश्यते. सो अल्लोपस्य स्थानिवत् भावम् अभावात् इति तत्र अथ लो अल्लोपः स्थानिवत् भावं स्वीकरोति तत्र स्थानिवत् इत्युक्ते तत्र अजादेशः अकारः तत्र अत्र आसीत् प्रथमं तस्य स्थानिवत् भावं लोपः स्वीकरोति अथवा उपधावृद्धिं शङ्ख्या भवति यदि अचः केन सूत्रेण स्थानिवत् आदेशो अनल्विधौ इति सूत्रेण तत्र उपधायाः अत्र अस्थानिवद्भावस्य विषये अस्थानिवतदेशो अनल्विधौ इत्यस्य विषये न उक्तम्. अत्र तु अत्र साक्षात् उच्यते अल्लोपस्य स्थानिवद्भावात् अचः परस्मिन् इत्यनेन इति भावः. अत्र साक्षात् प्रथमतया उच्यते, निर्णयः उच्यते अत्र अल्लोपस्य स्थानिवद्भावात् किमर्थम् एतादृशशङ्का उपधावृद्धिः भवति न वा इति शङ्का किमर्थम् इति चेत् अत्र अल्लोपस्य स्थानिवद्भावः अचः परस्मिन् पूर्वविधौ इत्यनेन भवति इत्यतः एतादृशी शङ्का. ततः अग्रे अत्र अग्रे वदति तत्र स्थानिवत् आदेशौ अनल्विधौ इत्यत्र विषये अग्रे वदति. तत्र स्थानिवद्भावः अनल्विधौ इति सूत्रेण अल्लोपस्य स्थानिवद्भावः भवति किल? न, तत् तस्य विषये अग्रे उच्यते. अत्र तु तथा न उक्तम्. अत्र तु अल्लोपस्य स्थानिवद्भावात् इति उक्त्वा तदनन्तरं केन सूत्रेण स्थानिवद्भावः इति चेत् अचः परस्मिन् पूर्वविधौ इत्यनेन इति एव भावः. इत्युक्ते अत्र अस्माकम् अवगमनं कथा अस्ति तथा न वक्तव्यम्. अत्र किं वाक्यमस्ति तद्दृष्ट्वा ततः अस्माभिः प्रतिपादनीयं. भवत्या अवगतं प्रथमतया स्थानिवत् आदेशो अनल्विधौ इत्यनेन भवति वा न वा इति विचिन्त्य तदनन्तरम् अचः परस्मिन् पूर्वविधौ इति अवगतं, तत्तु समीचीनं. परन्तु यदा वयं व्याख्यानं पठामः तदानीं तत्र कथं लिखितं तदाधारेण अस्माभिः चिन्तनीयम्. अत्र किम् उक्तम्? अल्लोपस्य स्थानिवद्भावात् इति उक्त्वा अचः परस्मिन् इत्यनेन भाव इत्यनेन इति भावः इति उक्तं. तर्हि अत्र तु अचः परस्मिन् पूर्वविधौ इति सूत्रमस्ति इति कृत्वा अल्लोपः स्थानिवद्भवति वा इति प्रश्नः, इति शङ्का अस्ति. इदानीं ततः अग्रे वदति अत्र इदम् अवधेयम्. अत्र पुनः इदानीम् अत्र इदम् अवधेयम् इत्युक्ते अत्र अग्रे वदति किमर्थं स्थानिवत् आदेशो अनल्विधौ इत्यनेन न भवति इति वदति अग्रे. अत्र इदम् अवधेयं स्थानिनी सति शास्त्रीयं यत् कार्यं तदेव स्थानिवत् आदेशो अनल्विधौ इत्यत्र अतिदिश्यते. यत्तु स्थानिनी सति निमित्तव्याघातात् पञ्चमी अस्ति व्याघातः इति पुल्लिङ्गपदं व्याघातात् निमित्तव्याघातात् निमित्त नाशनात् किल तस्य अभावस्य अशास्त्रीयत्वात् अशास्त्रात् न अतिदेशः. अत्र अवधेयं स्थानिनी सति तत्र अचादेशः तत्र स्थानिनी सति तत्र यत्र शास्त्रीय यत्कार्यं तदे स्थानिवद् आदेशो अनल्विदौ इत्यत्र कार्यं कार्यं तत्र यत्र निषेधकार्यं न स्वीकरोति. यदि स्थानिवद् बालः भवति यदि कार्यं प्रवृत्तिः अस्ति केवलं प्रवृत्तिः अस्ति चेत् तस्मात् अतिदिश्यते इति उक्तं न उच्यते. तत्र अतिदिश्यते इति यत्तु स्थानिनि सति निमित्तव्याघादात् सो निमित्तं तत्र अजादेशः अस्ति. तत्र लोपः तत्र लोपः स्वीकरोति अजादेशः स्थानं लोपः स्वीकरोति अध्यारोपति आदेशे तत्र तस्याः तत् निमित्तम् इदानीं नास्ति. स अकारः लोपः भवति तथा नास्ति. अत्र निमित्तव्याघातः इत्यस्य अर्थः कः? निमित्तव्याघातः निमित्तं नास्ति इति न निमित्तस्य नाशः. निमित्तस्य नाशः तत्र अकारः लोपः किल निमित्तं तत् नाशनेन तत्र निमित्तनाशं नास्ति. अकारलो निमित्तनाशं किम् अस्ति कोऽपि वदतु. निमित्तनाशं किम् अकारेण कार्यस्य उपधा न विजयलक्ष्मी भगिनी वदतु निमित्तनाशं किम्? निमित्तनाशः कः अत्र? अकारः स्थानिवत् भवति चेत् अत उपधायाः सूत्रस्य उपधावर्णस्य वृद्धिकार्यस्य नाशं भवति. वृद्धिकार्यस्य नाशमिति न, अत्र उपधायाः नाशः. अकारः अस्ति तस्य नाशः इत्युक्ते तत्र अकारः लोपः इति कारणेन उपधा न भवति किल? न अकारः इति लोपः इति न. यदा लोपादेशः जातः तत्र आदेशे स्थानिवद्भावः क्रियते चेत् आदेशे तत्र अकारवत् इति आदेशे अकारत्वम् अध्यारोप्यते चेत् इदानीं कत इति दृश्यते. यदा कत इति दृश्यते इदानीम् अतोपदायाः इत्यस्य निमित्तं नष्टम्. किमर्थं निमित्तं नष्टम्? उपदा अकारः नास्ति. उपदा अकारः उपदायां यः अकारः अस्ति सः अकारः नष्टः इति कृत्वा निमित्तनाशः जास्ति खलु. यत्र निमित्तनाशः भवति तदानीं तत्र सूत्रस्य प्रवृत्तिः न भवति. तदेव अशास्त्रीयम् इति उक्तं. तत्र स्थानिवद्भावः शास्त्रीयं नास्ति. तत्र यत्र कार्यं न करोति अभावेन अशास्त्रीयम् इति उक्तं. तत्र तस्मात् अतिदेशः न भवितुं शक्यं. तत्र स्थानिवत् आदेश अनल्विदौ इति सूत्रम् अतिदेशः न भवति. यत् इत्यनेन यत् कार्यं तु बोध्यं व्याघातः इत्यनेन विनाशः. निमित्तस्य व्याघातात् विधिः न जायते चेत् तद्विहितकार्यस्य अभावात् शास्त्रप्रवृत्त्याभावात् अशास्त्रीयत्वात् तादृशस्थले स्थानिवत् आदेश अनल्विदौ इत्यनेन अतिदेशः स्थानिवद्भावः न भवति. तत्र तस्य निमित्तं नाशनेन व्याघातात् तत्र निमित्त तत्र कार्यम् अशास्त्रीयं भवति. अशास्त्रीयत्वात् स्थानिवद्भावेषु अनल्विदौ इत्यनेन अतिदेशः भवितुम् अतिदेशः यदि भवितुं न शक्यं. सो तस्य स्थानिवद्भावः तस्मात् न भवति. उत्तमम् उत्तमं सम्यक् समीचीनं सम्यक्. अत्र स्थानिनी सति शास्त्रीयं यत् कार्यं तदेव स्थानीय तदेशानाम् इत्यत्र अधिदेश्यते. यत्तु स्थानिनी सति, यत्तु इत्युक्ते यत् कार्यं स्थानिनी सति निमित्तव्याघात् व्याघातात् न भवति तस्य अभावस्य अशास्त्रीयत्वात् न अतिदेशः. सम्यक् अस्तु. सर्वैः बुद्धं वा अत्र? सूर्यकुमारी भगिनी अवगतं वा? भगिनि अस्तु समीचीनम्. तर्हि इदानीम् अग्रे गच्छामः. तर्हि इदानीम् अग्रे तत्र कः? उषा भगिनी अग्रे पठतु. अस्तु भगिनी, नमस्कारः. नमस्कारः. अस्य तत्र खलु भगिनि अस्य सर्वस्य श्रवणान्तरमपि श्रवणानन्तरमपि यदि कोऽपि न मन्यते यत् अशास्त्रीयप्रसङ्गे स्थानिवत् आदेश अनल्विधौ इत्यनेन स्थानिवद्भावः न भवेत् तर्हि एतादृशेषु स्थलेषु अनेन एव सूत्रेण स्थानिवद्भावः स्वीक्रियते चेत् समस्या का इत्यस्य प्रदर्शनार्थं बालमनोरमायाम् अग्रे उच्यते. अन्यथा नायक इत्यत्र ईकारस्थानिकस्य ऐकारस्य आय् आदेश अनापत्तेः ईकारे स्थानिनी सति आय् अभावस्य दृष्टभावस्य अभावस्य दृष्टत्वेन तस्यापि ऐकारे अतिदेशप्रसङ्गात् अच परस्मिन् इत्यत्र तु स्थानिनी सति यत् शास्त्रीयं कार्यं प्रसज्यते तस्य तत् अभावस्य च अशास्त्रीयस्य अपि अतिदेशः इति भाष्ये स्पष्टं अशास्त्रीयप्रसङ्गे आय् आदेश अनापत्तेः स्थानिवद्भावः मन्यते चेत् समस्या प्रमाणिता. ऐकारे अतिदेशप्रसङ्गात् आय् अभावस्य दृष्टत्वेन स्थानिवद्भावः न करणीयः. स्थानिवत् आदेश अनल्विधौ इत्यनेन स्थानिवद्भावः अशास्त्रीये कार्ये न भवति इति ज्ञेयम्. अस्तु. अस्य सर्वस्य श्रवणान्तरमपि यदि कोऽपि न मन्यते चेत् यत् अशास्त्रीयप्रसङ्गे स्थानिवत् आदेश अनल्विधौ इत्यनेन स्थानिवद्भावः न भवेत् तर्हि एतादृशेषु स्थलेषु अनेन एव सूत्रेण स्थानिवद्भावः स्वीक्रियते चेत् समस्या का इत्यस्य प्रदर्शनार्थं बालमनोरमायाम् अग्रे उच्यते. पूर्वं वयं दृष्टवन्तः कत् धातोः कृते स्थानिवत् आदेश अनल्विधौ इति सूत्रेण यत् स्थानिवद्भावः भवति तत् न अतिदेशः भवति. यद्यपि स्थानिवद्भावः भवति तत् स्थानिवद्भावः न अतिदेशः स्यात्, परन्तु यत् स्थानिवद्भावः अचपरस्मिन् पूर्वविधौ इति सिद्धं तदेव स्वीकृतं भवति. यतोहि यत् स्थानिवद्भावः प्राप्तं स्थानिवत् आदेशानल्विधौ इति तत् अशास्त्रीयं कार्यम् इति वयं दृष्टवन्तः. अग्रे अहं नी धातु नायक इति कृते तथा एव अन्यत् उदाहरणम् इति अहं चिन्तयामि. न न न न न अन्यत् उदाहरणं नास्ति एव. अत्र अस्माकं प्रश्नः कः, मूलप्रश्नः कः? मूलप्रश्नः स्थानिवत् आदेश अनल्विधौ इति स्थानिवत् भावं भवति तत् अशास्त्रीयं कार्यं कथधातोः कृते. तत् अशास्त्रीयप्रसङ्गे स्थानिवद्भा अशास्त्रीयप्रसङ्गे स्थानिवत् आदेश अनल्भितौ इत्यनेन स्थानिवद्भावः न भवेत् इति. न न अत्र अत्र प्रश्नः अत्र प्रश्न अत्र किं प्रथमवाक्ये किं पठितं भवति पुनरेकवारं पठामि भगिनि. अस्य सर्वस्य श्रवणानन्तरमपि यदि कोऽपि न मन्यते चेत् न मन्यते अशास्त्रीयप्रसङ्गे स्थानिवत् आदेश अनल्भितौ इत्यनेन स्थानिवद्भावः न भवेत् इति न मन्यते. स्थानिवत् आदेश अनल्भितौ इत्यनेन यत् स्थानिवद्भावः भवति तत् अशास्त्रीय अशास्त्रीयप्रसङ्गे प्रसङ्गम् इति न मन्यते. इत्युक्ते यत्र यथा पूर्वम् इत्युक्ते केषुचित् स्थलेषु स्थानिवत् आदेशौ अनल्विधौ इत्यनेन स्थानिवद्भावः न स्वीक्रियते यतोहि अशास्त्रीयम् इति अस्माभिः उक्तं खलु. आम् आम् तदर्थम् अत्र उच्यते अत्र केचन वैयाकरणाः अशास्त्रीयम् इति न मन्यते अशास्त्रीयम् इति ते न मन्यन्ते. अशास्त्रीयमिति ते न मन्यन्ते. ते वदन्ति शास्त्रीयं वा भवतु अशास्त्रीयं वा भवतु स्थानिवत् आदेशौ अनल्विधौ इत्यनेनैव स्थानिवद्भावः भवति इति ते वदन्ति. तदर्थम् अत्र बालमनोरमायां प्रति उदाहरणं दत्तम् इति चेत् तत्र किमर्थमेवं न वक्तुं शक्नुमः. किमर्थम् अशास्त्रीयमस्ति चेदपि स्थानिवत् आदेशौ अनल्विधौ इत्यनेन स्थानिवद्भावः भवति इति किमर्थं न वक्तुं शक्नुमः इति तदर्थम् एकम् उदाहरणं दत्तं. नायक इति उदाहरणं नायक इत्युक्ते अशास्त्रीयस्थलेषु स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवद्भावः स्वीक्रियते चेत् का समस्या भवति इति प्रदर्शनार्थम् अत्र अन्यत् उदाहरणं दत्तम्. स्थानिवत् आदेश अनल्विधौ इत्यनेन यत् स्थानिवद्भावः भवति तत् अशास्त्रीयम् इति केचन जनाः केचन वैयाकरणाः न मन्यन्ते. तथा बालमनोरमायाम् उक्तं तत् स्थानिवत् आदेशः भवती सम्यक्तेन उक्तवती पुनः वदतु. ओके अशास्त्रीयं कार्यम् अशास्त्रीयं कार्यम् इति केचन वैयाकरणाः न स्वीकृतं केचन वैयाकरणेन न स्वीकृतं केचन जनैः किं न स्वीकृतम् अशास्त्रीयम् इति न स्वीकृतम् अशास्त्रीयम् इति न स्वीकृतं स्थानिवत् आदेशौ सनल्विधौ इति सर्वत्र भवति. अशास्त्रीयं कार्यम् इत्युक्ते कार्यस्य निवृत्तिः वा भवतु प्रवृत्तिः भवतु उभयत्र कार्यं करोति इति वदन्ति. अतः स्थानिवत् आदेशौ अनल्विधौ इत्यत्र अनल्विधिः अस्ति चेत् अन्यत् किमपि न द्रष्टव्यं साक्षात् कर्तुं शक्नुमः इति तेषां मतं. तदर्थं बालमनोरमायाम् उक्तं यत् तथा न वक्तुं शक्नुमः इति ते वदन्ति. अस्तु अस्तु भगिनि धन्यवादः. इदानीं तत्र विजयलक्ष्मी भगिनी अग्रे वदतु. अन्यथा नायक इत्यत्र ईकारस्थानिकस्य ऐकारस्य अयादेशानापत्तेः इति अन्यथा नायक इत्यत्र ईकारस्थानिकस्य ऐकारस्य आयादेशान् देशान् आपत्तेः अत्र देश अनापत्तेः आया देश अनापत्तेः प्रति उदाहरणं किम् इति चेत् नी योगः नुल् इति प्रत्यय स्वीक्रियते नायक इति भवति तत्र नी इत्यस्य णित् प्रत्ययः परे अस्ति इति कृत्वा नञ् इति वृद्धि भवति अत्र नञ् इति वृद्धि केन सूत्रेण केन सूत्रेण भगिनी अचोयनिति इति सूत्रेण नि इत्यस्य नञ् इति भवति यदि अत्र स्थानिवत् आदेशो अनल् विधौ इति सूत्रं स्वीकृत्य नि इत्यस्य स्थानिवत् भावेन नै इत्यस्य नि इति यदि वयं रूपं स्वीकुर्मः अतिदिश्यते चेत् तदा नायक इति पदं पुनः पुनः वदतु. अचोयणिति इत्यनेन वृद्धिः, तदनन्तरं किं कुर्मः? अचोयणिति इत्यनेन वृद्धिः भवति, नै इति भवति. अत्र नुल् प्रत्ययस्य युवोर् अनाकौ इत्यनेन नुल् इत्यस्य स्थाने अक इति भवति. अक इति भवति. तत्र किं भवति, अचोयनिति इत्यनेन नै भवति, अनन्तरं नुल् इत्यस्य अक इति भवति. इदानीं नै योगः अक इत्यत्र एचो यव यावः इति सूत्रेण नै इत्यस्य नाय् आय् आदेश ऐ इत्यस्य आय् आदेशः भूत्वा नाय् इति भवति स्म, भवति एक्चुलि. परन्तु अत्र यदि वयं स्थानिवत् आदेशो अनल् विधौ इति सूत्रेण नै इत्यत्र इत्यस्य स्थाने नि इति स्थानिवत् अतिदिश्य अति दिशामः, किम् इति वक्तव्यं भगिनि? अतिदिश्यते चेत् तत्र रूपं न सिद्ध्यति, नायक इति रूपस्य सिद्धिः न भवति इति बालमनोरमायां प्रति उदाहरणं दत्तमस्ति. भवती अवगतवती, वाक्ये यदस्ति तत् स्वीकृत्य वदतु. ईकारे स्थानिनि सति आय् अभाव प्रथमवाक्यता नायक इत्यत्र ईकारस्थानिकस्य ऐकारस्य अयादेश अनापत्तेः इत्यस्य अर्थः कः? अनापत्तेः इत्यस्य स्थानिवत् आदेशो अनल् विधौ इति सूत्रस्य अशास्त्रीयकार्यम् अपि सम्भवति इति केचन वैयाकरणाः स्वीक्रियन्ते. तत्र बालमनोरमयां वदति यदि नायक इत्यत्र प्रति उदाहरणे वदति एवम् अशास्त्रीयं इण्टर्प्रिटेशन् अशास्त्रीयं कार्यं स्थानिवत् आदेशो अनल् विधौ सूत्रेण भवति इति वदन्ति चेत् नायक इति पदस्य व्युत्पत्ति समये नि इति धातोः नुल् इति प्रत्ययः भवति. तत्र नि इत्यस्य ईकारस्य स्थाने अचोयनिति इति सूत्रेण ऐकारः भवति. ततः युवो किम् एचोयवायावः इति सूत्रेण ऐकारस्य आय आदेशः भवति. परन्तु अशास्त्रीय रूपेण यदि तत्र इदानीं क्रमेण वक्तव्यं, नो चेत् सर्वे न अवगच्छन्ति. इत्युक्ते इदानीं स्थानिकः आदेशः कः, स्थानिवत् आदेशो अनल्विधौ इति अल्विधिः वा अनल्विधिः वा, एतत् सर्वं चिन्तनीयम्. अशास्त्रीयं कथम्? अत्र प्रथमकाले नि योगः नुल् इति अस्ति. तत्र प्रथमकाले नि इत्यस्य युवो किम् अचोयमिति इति सूत्रेण द्वितीयकाले नै योगः इति भवति. ईकारः दीर्घ ईकारः स्थानी द्वितीयकाले आदेशः कः? द्वितीयकाले ईकारस्य ऐकारः भवति इति सूत्रेण, अपि युगोर् अणाकौ इति सूत्रेण नूल् तत् किं अत्र तद्वयं जानीमः. ईकारस्य ऐकारः द्वितीयकाले भवति. इदानीम् ऐकारात् आय् आदेशः एचो यवायावः इति सूत्रेण भवति तृतीयकाले. तृतीयकाले सूत्रं किम्? तृतीयकाले एचो यवायावः इति सूत्रमस्ति. हा, तर्हि एचो यवायावः इति सूत्रम् अल्विधिः वा अनल्विधिः वा? ऐकारस्य स्थाने आय् आदेशः किम् अस्ति? अनल्विधिः. अनल्विधिः किमर्थम्? अत्र ऐकारात् परे अक इति अस्ति. ऐकारस्य तत्र अल्विधि इति यत् पदम् अस्ति सूत्रे, तस्य विग्रहवाक्यं चतुर्भिः प्रकारैः कर्तुं शक्यते. यदि तृतीयतत्पुरुषः स्वीकुर्मः तत्र अलाविधि इति भवति स्म. तत्र ऐकारस्य अलाविधि इत्यनेन कथं वक्तव्यं भगिनि? ऐकारस्य अलाविधि इति अर्थः स्वीकुर्मश्चेत् न अलाविधि इति प्रश्नमस्ति अत्र नास्ति. तदेव अत्र अलाविधि अलाविधि कस्य चतुर्भिः प्रकारैः प्रसङ्गः न युज्यते अत्र. चतुर्भिः प्रसङ्गः कथं वक्तुं शक्यते? तत्र अलः तत्र चतुर् पञ्चमीतत्पुरुषः न युज्यते इति अवगन्तुं शक्नुमः. सप्तमी अपि न, षष्टि षष्टि षष्टि तु भवितुमर्हति. षष्टि ईकारस्य स्थाने एव ऐकार आदेशः अभवत् खलु? हा, परन्तु परन्तु अत्र प्रश्नः अस्ति अल् वर्णम् आश्रित्य कार्यमस्ति वा अत्र? अल् वर्णम् आश्रित्य ईकारस्य स्थाने ऐकारः इत्युक्ते इत्युक्ते अत्र एचोयवायावः इति सूत्रस्य प्रवर्तनार्थं स्थानिनि यः ईकारः अस्ति तस्य आवश्यकता अस्ति वा न वा? नास्ति. हा, इति एवं सर्वदा स्मर्तव्यं. यदा वयम् अल्विधिः अनल्विधिः इति पश्यामः तदानीं तृतीयकाले यद् सूत्रमस्ति विधिसूत्रं तस्य कानि निमित्तानि सन्ति तेषु निमित्तेषु स्थानिनि यः वर्णः अस्ति तस्य अपेक्षा वर्तते वा न वा इति प्रश्नः. अत्र एचोयवायवः इत्यस्य कार्यार्थम् ईकारस्य आवश्यकता नास्ति, अपेक्षा नास्ति, आवश्यकता नास्ति. इन्फ्याक्ट् ईकारः भवति चेत् तत्र एचोयवायावः सूत्रस्य कार्यं न प्रवर्तते एव इति कृत्वा अत्र स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवत् भावः भवितुमर्हति. यतोहि एचोयवायावः इति सूत्रम् अनल्विधिः अस्ति, परन्तु स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवद्भावः स्वीक्रियते चेत् का समस्या? स्थानिवद्भावः स्वीक्रियते चेत् ऐकारस्य स्थाने ईकारः एव भवति. ईकारः भवति चेत् एचोयवायावः सूत्रस्य कार्यं न प्रवर्तते एव इति कृत्वा इति कृत्वा अत्र प्रति उदाहरणं दत्तमस्ति. एवं क्रियते शास्त्रीयरूपेण न न एकक्षणम् इति कृत्वा अत्र कार्यम् अशास्त्रीयं. हा, अशास्त्रीयं कार्यमस्ति. अत्र स्थानिवत् आदेशो अनल्विधौ इति सूत्रस्य किं न भवति कार्यम् एतस्य अत्र किं नास्ति, प्रसक्तिः नास्ति एव. अतः अत्र अशास्त्रीयमस्ति, परन्तु यथा केचन वदन्ति अशास्त्रीयं चेदपि भवितुम् अर्हति इति वयं वदामः चेत् एवं वदामः चेत् अत्र का समस्या भवति? तर्हि नायक इति व्युत्पत्ति एव न भवति, नियोगः अप इति भवति, तत्र एचो यवायावः सूत्रस्य कार्यं न प्रवर्तते, अतः नायक इति पदस्य व्युत्पत्ति न सम्भवति। अतः एव अत्र उक्तम् अन्यथा नायक इत्यत्र ईकारस्थानिकस्य ईकारस्य स्थाने यः ऐकारः आगतः अस्ति तादृश ऐकारस्य स्थाने अयादेशस्य अनापत्तिः, अयादेशस्य अप्राप्तिः इत्यर्थः। अपत्तिः इत्युक्ते प्राप्तिः इत्यर्थः, अनापत्तिः इत्युक्ते अप्राप्तिः, अप्राप्तिः। सो किं भवति, आघातः भवति, निमित्तस्य नाशः, निमित्तस्य नाशः भवति। अतः शास्त्रीय प्रसङ्गे स्थानिवत् आदेशो अनल् विधौ सूत्रस्य किं कार्यं न भवति, भवति चेत् क्लेशः। अस्तु, समीचीनं, धन्यवादः भगिनि। इदानीं तत्र सूर्यकुमारी अग्रे अग्रिमवाक्यं वदतु, इकारे स्थाने निसति अयभावस्य, इकारे स्थाने निसति आय अभावस्य, आय अभावस्य दृष्टत्वेन तस्य अपि ऐकारे अतिदेशप्रसङ्गात् ईकारस्थानिनि सति आय अभावस्य दृष्टत्वेन तस्य अपि ऐकारे अतिदेशप्रसङ्गात् तत्र ऐकार आवश्यकता अस्ति, आय आवश्यकता अस्ति। न, अत्र वाक्ये किम् उक्तम्, ईकारे स्थानिनि सति, ईकारः स्थानी अस्ति चेत् तदानीं किं भवति, आय अपि न शक्यते, आय अभावः दृश्यते, आय अभावः दृश्यते, किमर्थं दृश्यते, अतिदेशप्रसङ्गात्, ऐकारे इदानीं नञ् इति अस्ति, वृद्धिः यदा भवति नञ् योगः अक, इदानीम् ऐकारः अस्ति, ऐकारे इदानीम् ईकारस्य स्थानिवद्भावः अतिदेशः क्रियते चेत् तदानीम् आय् भावः न दृश्यते, आय् अभावः दृश्यते, आय् भावः न दृश्यते, आय् अभावः दृश्यते, यतोहि इदानीम् ईकारः एव अस्ति, नियोगः अक इति अस्ति, यदा स्थानिवद्भावः स्वीक्रियते तदानीम् ऐकारस्य स्थाने ईकारः अतिदिश्यते, तर्हि इदानीं नियोगः अक इति दृश्यते, तर्हि इदानीम् आय् इत्यस्य अभावः दृश्यते, आय् यचोयवायवः इत्यस्य कार्यं न भवितुम् अर्हति इति अर्थः। अग्रे पठतु, अचः परस्मिन् इति यत्र इत्यत्र तु स्थानिनि सति यत् शास्त्रीयं कार्यं प्रसज्यते तस्य परस्मिन् इति अत्र तु स्थानिनि सति अच परस्मिन् पूर्वविधौ इति सूत्रे अच परस्मिन् पूर्वविधौ तु स्थानिनि सति यत् शास्त्रीयं कार्यं प्रसज्यते तस्य अत्र अच परस्मिन् पूर्वविधौ सूत्रे तत्र ईकारस्थानिनि अस्ति यत् शास्त्रीयं कार्यं प्रसज्यते तस्य तदेव ईकार अस्ति वा अच परस्मिन् पूर्वविधौ इति सूत्रेण न अचः परस्मिन् पूर्ववदौ इत्यत्र तु स्थानिनि सति यत् शास्त्रीयं कार्यं प्रसज्यते इत्यस्य अर्थः कः? शास्त्रीयकार्यं शास्त्रीयकार्यं भवति इति शास्त्रीयकार्यं सत्यम्. अचः परस्मिन् पूर्वविधौ इत्यत्र स्थानिनि सति यद् शास्त्रीयं कार्यं भवितुं शास्त्रीयकार्यम् अस्ति चेदपि भवति इत्यर्थः. स्थानिनि सति यत् शास्त्रीयकार्यं तद्भवति प्रसज्यते इत्युक्ते तद्भवति तस्य तदभावस्य च अशास्त्रीयस्यापि अतिदेशः इति भाष्ये स्पष्टं. तस्य अर्थः कः? तदभावस्य च अशास्त्रीयस्य अपि अतिदेशः इति भाष्ये स्पष्टम्. तत्तभावस्य तत्तभावस्य इत्युक्ते अच परस्मिन् पूर्वविध अभावस्य न न तदभावस्य न न यत् तदभावस्य इत्युक्ते किं? तदभावस्य तदभावस्य इत्युक्ते किम्? ईकारस्य अभावस्य ईकारस्य अभावस्य इति न शास्त्रीयकार्यस्य वा? शास्त्रीयकार्यस्य अभावस्य शास्त्रीयकार्य अभावस्य अशास्त्रीयस्य अपि आदेशे इति भाष्ये स्पष्टम्. शास्त्रीयकार्य अभावस्य इत्युक्ते शास्त्रीयकार्यम् इति स्थानिवत् आदेशः नल्विधौ अभावस्य तदभावः इत्युक्ते तत्र शास्त्रीयकार्यस्य अभावस्य कार्यस्य अभावस्य शास्त्रीयकार्यस्य अभावस्य इत्युक्ते अशास्त्रीयं कार्यम् अशास्त्रीयकार्यस्यापि अतिदेशः अशास्त्रीयकार्यस्य अपि अतिदेशः इति भाष्ये अशास्त्रीयकार्यस्य अपि अतिदेशः इति ओके अशास्त्रीयकार्यम् अपि अतिदेशः भवति च परस्मिन् पूर्वविधौ इति सूत्रेण भगिनि हा इति अस्ति. स्थानिवत् आदेशो अनल्वदौ इत्यत्र शास्त्रीयं कार्यं चेदेव स्थानिवद्भावः भवति अशास्त्रीयं कार्यं चेत् स्थानिवद्भावः न भवति इति अस्माभिः चर्चितम्. इदानीम् अत्र उच्यते अचः परस्मिन् पूर्वविधौ इत्यत्र तथा नास्ति. अचः परस्मिन् पूर्वविधौ इत्यत्र शास्त्रीयं वा भवतु कार्यम् अशास्त्रीयं वा भवतु कार्यम् उभयत्र अतिदेशः अस्ति उभयत्र स्थानिवद्भावः अस्ति इति भाष्ये स्पष्टतया उक्तमस्ति. ओके अस्तु भगिनि इदानीं किञ्चित् अग्रे तत्र सरस्वती भगिनी किञ्चित् अग्रे पठतु. अशास्त्रीयप्रसङ्गे अयादेश किमर्थम् अध्यक्षेन श्रूयते भवती? भू बहु दूरम् अस्ति न भगिनि किञ्चित् स्पीकर् समीपे आगच्छतु न श्रूयते स्पीकर् समीपे अस्ति अहं इयर्फोन् प्रयोगं इदानीं वदतु वदतु अस्तु तर्हि किम् अशास्त्रीयप्रसङ्गे आयादेशान् पत्तेः एकनिमिष मम व्यजनमस्ति तस्य अहं इदानीं स्पष्टवती वा श्रूयते वदतु अशास्त्रीयप्रसङ्गे अयादेश अनापत्तेः अनापत्तेः स्थानिवद्भावः मन्यते चेत् समस्या प्रमाणिता. ऐकारे अतिदेशप्रसङ्गात् आयभावस्य दृष्टत्वेन स्थानिवद्भावः न करणीयः. स्थानिवद् आदेशो नल्विधौ इत्यनेन स्थानिवद्भावः अशास्त्रीये कार्ये न भवति इति नियम. तर्हि पुनः अत्र अशास्त्रीयप्रसङ्गे अस्ति तर्हि अशास्त्रीयप्रसङ्गे इत्युक्ते ईकार यदि वयं अत्र वयं स्वीकुर्मः ईकार एव वयं स्वीकुर्मः तर्हि आयादेशः न भवति. आयादेश आयादेश अनापत्तेः तर्हि आयादेशः न तस्य प्राप्तिः न भवति तर्हि स्थानीभाव स्थानिवद्भावः मन्यते चेत् समस्या प्रमाणिता यतोहि वयम् इष्टम् इष्टं रूपं न प्राप्तुं शक्नुमः ऐकारे अतिदेशप्रसङ्गात् आय अभावस्य दृष्टत्वेन स्थानिवद्भावः न करणीयम् यदि स्थानिवद्भावः वयं चिन्तयामः तर्हि ईकार एव अस्ति तत्र तर्हि ऐकार तत्र नास्ति तर्हि आय न भवति आय अभावेन आय अभावेन आय अभावः भवति तत्र तर्हि स्थानिवद् आदेशो नल् विधौ इत्यनेन स्थानिवद्भावः अशास्त्रीयकार्ये न भवति इति स्पष्टमस्ति अत्र तर्हि अत्र सम्यक् भगिनि समीचीनं तर्हि तत्र सम्पूर्णपरिच्छेदस्य सारांशः वक्तव्यं चेत् कथं वदति तर्हि यदि स्थानिवद् आदेशो नल् विधौ वयं अशास्त्रीयप्रसङ्गे अपि तस्य वयं यदि सूत्रस्य प्रसक्तिः वयं स्वीकर्तुम् इच्छामः तर्हि समस्या अस्ति यत् इष्टरूपः इष्टं रूपं वयं साधयितुं न शक्नुमः यतोहि तत्र स्थानिवद् इत्युक्ते ईकार अस्ति तर्हि ईकार अस्ति ऐकार नास्ति ऐकार तु आदेशः अस्ति ऐकार स्थानिवद् ईकार अस्ति अतः आय आय न भवति एव तृतीयकालस्य वयं यदि सूत्रस्य वयं प्रसक्तिः कुर्मः तदा आय न भवति एव अतः नी योग अक इत्युक्ते अक इत्युक्ते आय न भवति एव अतः तद् इष्टरूपं इष्टं रूपं वयं साधयितुं न शक्नुमः अशास्त्रीयरूपस्य वयम् अशास्त्रीय अस्ति तर्हि अस्ति चेदपि यदि तस्य प्रसक्ति स्वीक्रियते चेत् समीचीनम् इत्युक्ते तत्र प्रश्नः उद्भावितः अस्ति अशास्त्रीयप्रसङ्गे किमर्थं स्थानिवतादेशो अनल्विधौ इति अस्माभिः न स्वीकार्यम् इति अत्र प्रश्नः तदर्थम् अत्र उत्तरम् उक्तमस्ति किमर्थं न स्वीकरणीयम् इति चेत् अत्र नायकः इत्यत्र रूपसिद्धिः न भवति इति कृत्वा अत्र न स्वीक्रियते स्थानिवतादेशो अनल्विधौ इत्यत्र तु अनल्विधिः चेदपि स्थानिवद्भावः न स्वीक्रियते यत्र कार्यम् अशास्त्रीयं द्वितीयकाले यद् विधिसूत्रमस्ति तस्य निवृत्तिः यदा भवति तदानीम् अशास्त्रीयं कार्यम् इति वयं वदामः अतः तत्र स्थानिवतादेशो अनल्विधौ इत्यनेन स्थानिवद्भावः न शक्यते परन्तु अचः परस्मिन् पूर्वविधौ इत्यत्र तु तथा नास्ति अशास्त्रीयं वा भवतु शास्त्रीयं वा भवतु उभयत्र स्थानिवद्भावं स्वीकर्तुं शक्यते इत्यत्र सारांशः अस्ति अस्तु भगिनि धन्यवादः भगिनी अत्र अचोयुनिति इति सूत्रस्य कार्यमेव व्यर्थं भवति खलु किमर्थं व्यर्थं भवति स्वीक्रियते चेत् अचोयनिति इति यत् कार्यं करोति तस्य रिवर्सल् भवति तत्र सूत्रस्य मीनिङ्ग् सूत्रस्य कार्यं व्यर्थं भवति खलु सर्वत्र तथा नास्ति अत्र एकस्मिन् स्थले एव अन्यत्र अचोयनिति इत्यस्य प्राप्तिः भवति खलु सर्वत्र खलु स्थानिवत् आदेशेन इत्युक्ते अचोयनिति नियोगः णिच् इति प्रसङ्गे तत्र किम् अस्ति तत्रापि नायि इति अस्ति खलु तत्रापि एचोयवायव इत्यस्य प्रसङ्गः अस्ति सूत्रं न न सूत्रं व्यर्थं न भवति इत्युक्ते अजन्तधातुः अस्ति इति चिन्तयतु तत्र अजन्त ईकारं विहाय अन्य कोऽपि धातुः अस्ति इति चिन्तयतु परन्तु एतदेव अशास्त्रीयम्, अन्यसूत्रस्य कार्यस्य किं करोति, निषिध्यते इति अशास्त्रीयम् इति उच्यते. निवृत्तिः, सूत्रस्य निवृत्तिः यदा भवति अशास्त्रीयम्. अत्वेणिति इति सूत्रमेव व्यर्थं भवति इति तथा नास्ति, तस्य अवकाशः बहुत्र अस्ति. न, परन्तु अत्र स्पेसिफिकलि अवकाशः अस्ति इति एव सूत्रम् आनयामः. सूत्रं कार्यं करोति, अनन्तरं स्थानिवत् आदेशेन रिवर्सल् भवति, समयः केवलं व्यर्थ व्यर्थ न स रिवर्सल् न भवति, रिवर्सल् न भवति इत्युक्ते भवती चिन्तयति तत्र ईकारस्य स्थाने न समेतम् अत्र ऐकारस्य स्थाने पुनः ईकारः आयाति इति न. इदानीमपि ऐकारः एव अस्ति, नैव अस्ति, परन्तु स्थानिवद्भावः क्रियते इत्युक्ते अत्र किम् एजोयवायवः इति सूत्रस्य दृष्ट्या ईकारः दृश्यते तावदेव. तत्र कार्यं रिवर्स्, कार्यं तु जातं. यथा अत्र कर्तयोगः णिच् इति प्रसङ्गे अतोलोपः इत्यस्य कार्यं जातं, परन्तु अतोपदायाः इत्यस्य सूत्रस्य दृष्ट्या कत इति दृश्यते तावदेव, अतः तस्य कार्यं न भवति. परन्तु इदानीं अकारः पुनः आयाति वा, इदानीं कतयोगः इ इति नास्ति खलु तत्र, अति इति एव रूपं भवति. अतः एकवारं कार्यं जातं तु जातमेव, परन्तु कस्यचित् सूत्रस्य दृष्ट्या स्थानिवद्भावः क्रियते इत्युक्ते साक्षात् पुनः रिवर्स् कुर्मः इति नास्ति. तर्हि सम्यक्, तर्हि अग्रे विनय महोदय अग्रे पठति वा. आं भगिनि, अत्र यदि स्थानिवत् न नियोगः नूल्, नियोगः नूल् नियोगानुवल् युवोर्नाकौ तदेन भूस्थाने अक् आदेशः अचयणति तदेन धात्वन्ते अच वृद्धि नै भवति योग अकः. केचो अयवायावः इत्यनेन आय आदेशः यः लन्त तर्हि नाय यग प्लस् अकः नायकः भवति. एतत्तु स्पष्टमस्ति, अग्रे वद, अग्रे पठतु. हा, अत्र तु स्पष्टमस्ति, अत्र यदि स्थानिवत् आव आदेश अनल् विधौ इति सूत्रेण ऐकारस्य स्थानिवद्भावः स्यात्, ऐकारस्य स्थानिवद्भावः स्यात् तर्हि नियोग अक् इति दृश्यते, दृश्येत तथा भवति चेत् एच अयवायाः इत्यनेन आय आदेशः न स्यात्. ईकारे सति शास्त्रस्य अप्रवृत्ति भविष्यति, इष्टं रूपं च न सेत्स्यति, अतः एतादृशस्थले नाम यत्र शास्त्रस्य अप्रवृत्तिः जायते स्थानिवद्भावात् तत्र स्थानिवत् आदेश अनल्विधौ इति सूत्रेण स्थानिवद्भावः न भवति. अत्र प्रश्नवेति स्थानिकः आदेशकः, तर्हि विधिकः. अत्र स्थानिवत् तद् आदेश सूत्रेण ऐकारस्य स्थानिवत् भावः स्यात् तर्हि नियोग अक् इति दृश्येत. ऐकारस्य स्थानिवत् भावः स्यात् अर्थात् ईकार तु स्थाने अस्ति, ईकार स्थाने अस्ति, परन्तु ईकार ऐकार यदि स्थानिवत् भावः अस्ति, यदि ऐकारस्थानिवत् भावः अस्ति तर्हि नियोग अक् इति दृश्येत. तस्य समस्या अस्ति. यदि नियोग अक् दृश्येत ऐकारस्य स्थानिवत् भावः स्यात् तथा भवति एत चेत् एच अयवावः एष अयवायावः इत्यनेन आय् आदेशः न स्यात् स्पष्टतया यदि नी दृश्येत् नियोग अक् दृश्येत् तर्हि आय् आदेशः कथं स्यात् कथं दृश्येत् कथं कार्यं करोति ईकारे सति शास्त्रस्य अप्रवृत्तिः भविष्यति अत्र ईकारे सति सति शास्त्रस्य अप्रवृत्तिः भविष्यति इष्टं रूपं न शेष्यति इष्टं रूपं तु यदि अहं किञ्चित् अवगच्छामि नायकः अस्ति अतः एतादृशस्थले नाम यत्र शास्त्रस्य अप्रवृत्तिः जायते स्थानिवद्भावात् तत्र स्थानिवद् आदेश अनल्विधौ इति सूत्रेण स्थानिवद्भावः न भवति परन्तु अत्र अत्र प्रश्नः उदेति शास्त्रसम्बन्धे शास्त्रस्य अप्रवृत्तिः अस्ति परन्तु अच पूर्ण अच परस्मिन् पूर्वविधौ अन्तर्गत कोऽपि प्रवृत्ति अप्रवृत्तिसम्बन्धे अर्थ अन्तरं नास्ति तत्र तु स्थानिवत् पूर्व तत्र तु स्थानिवत् आदेश अनल्विधौ भवति अनल्विधौ शास्त्र शास्त्र अस्ति तत्र कोऽपि चिन्ता नास्ति न न इत्युक्ते इत्युक्ते भवतः प्रश्नः सम्यक् इत्युक्ते भवतः स्थानिवत् आदेशो अनल्विधौ इत्येतेन इत्यनेन स्थानिवत् न भवति इदानीम् अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवत् भवति वा इति प्रश्नः अचः परस्मिन् पूर्वविधौ इत्यनेन भवति वा अत्र स्थानिवद्भावः न अच परस्मिन् पूर्वविधौ आधारेण तु स्थानिवद्भावः भवति भवति वा यदि भगिनी उक्तवती प्रकृति वा प्रवृत्तिसम्बन्धे उभयप्राप्तिः अस्ति समीचीनम् इत्युक्ते प्रवृत्तिः वा प्रवृत्तिः वा निवृत्तिः वा उभयत्र च परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः इति यद् भवान् वदति तत् समीचीनं परन्तु अत्र नियोगः अक इत्यत्र अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः भवति वा अत्र कार्यसम्बन्धे तु अहं कथं वदामि तत् अस्तु इदानीं कार्यसम्बन्धे तु न भवति इत्युक्ते इत्युक्ते अत्र उमा भगिनी किं भवति किं चिन्तयति अत्र नियोगः अक इति प्रसङ्गे अच परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः भवति वा स्थानिवद्भावः न भवति मम चिन्तनं वदामि तदतु स्थानिवद्भावः आगच्छति चेत् यतोयावायवः न कार्यं करोति कर्तुं शक्यते तस्मात् नायकः इति रूपं न सिद्ध्यति इति तु अस्ति इति तु अस्ति तत्तु वास्तविकमस्ति तत्तु वास्तविकमस्ति परन्तु अचः परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः अस्ति वा प्राप्तिः अस्ति वा इति वदतु अनन्तरं किमर्थं न प्राप्यते इति अनन्तरं वयं चिन्तयामः मम चिन्तनं न भवत्याः चिन्तनम् इत्युक्ते एकवाक्येन वदति न भवति इति वदति तत्तु भवतु नाम यतोहि रूपसिद्धिः न भवति इति कृत्वा न भवति इति वदति तत्तु भवतु परन्तु अहं रूपस्य विषये मा चिन्तयतु नायकः इति रूपमेव न जानाति इति चिन्तयतु इदानीम् अच सूत्रः न कार्यं करोति किमर्थम् अशास्त्रीय अशास्त्रीय अन्तः आगच्छति तस्मात् न अचः परस्मिन् महोदयेन उक्तम् अचः परस्मिन् पूर्वोदौ इत्यत्र शास्त्रीयम् अशास्त्रीयम् इति चिन्तनमेव नास्ति. अशास्त्रीये स्थानिवत् भावः जायते, कार्यम् अशास्त्रीयं भवेत् इति दत्तं न. अचः परस्मिन् पूर्वोदौ इति स्थितौ स्थानिवत् आदेशौ अनल्विदौ इत्यत्र शास्त्रीयं चेत् न भवति इति तत्र उक्तम्. परन्तु अचः परस्मिन् पूर्वविधौ इत्यत्र शास्त्रीयम् अशास्त्रीयम् इति चिन्तनं नास्ति. अशास्त्रीयं चेदपि स्थानिकद्भावः भवितुमर्हति. तर्हि अत्र भवति वा न वा इति प्रश्नः. अकार्डिङ्ग् टु मी न भवति. अस्तु, अरुणा भगिनी वदतु. श्रूयते वा भगिनि? आमां श्रूयते, वदतु. अत्र अचस्परस्मिन् पूर्वविधौ इति कार्यं भवति. किमर्थम् अत्र निमित्तानि अशास्त्रीयं वा शास्त्रीयं वा इति नियमः नास्ति. कोऽपि अस्ति अपि प्रसक्तिः स्थानिवद् भवति. वदतु कथं भवति इति प्रतिपादयतु. अत्र अस्माभिः सोपानानि चिन्तितानि खलु, तत्र अचापरस्मिन् पूर्वविधसोपानं पूर्वविधिः नास्ति अत्र. उत्तमं, पूर्वविधिः एव नास्ति अत्र. ओहा भगिनी, अरुणा भगिनी, सर्वं सर्वे पश्यन्तु, अत्र नीयोगः अक इत्यत्र प्रथमतया तत्र अचोयण् इत्यनेन नञ् इति भवति. तत्र नञ् इति यः आदेशः सः ईकारस्य स्थाने आगच्छति, अतः अजादेशः अस्ति. परनिमित्तिकः अपि अस्ति, यतोहि तत्र णिति प्रत्यये परे एव भवति अचोयण् इति, अतः अजादेशः परनिमित्तिकः अस्ति. परन्तु पूर्वविधिः कुत्र अस्ति? पूर्वविधिः नास्ति खलु, साक्षात् तत्र एव भवति कार्यम् एचोयवायवः इति कृत्वा पूर्वविधिः अजादेशात् पूर्वं भवेत्. अत्र अजादेशस्य स्थाने एव एचोयवायवः इति कृत्वा अचः परस्मिन् पूर्ववद इत्यस्य प्रसक्तिः एव नास्ति अत्र. अस्तु अस्तु, तर्हि भवती एव अग्रिम परिच्छेदं पठतु. आमां, प्रकृतौ स्थानिवत् आदेशौ अनल्विदौ इति सूत्रेण अत् उपधायाः इत्यनेन वृद्धिः न भविष्यति, नाम अशास्त्रीयकार्यम्. अतः अत्र स्थानवत् आदेशौ अनल्विदौ इति सूत्रेण स्थानिवद्भावः न भवति, अपि तु सूत्रान्तरेण अतः परशुपूर्व इत्यनेन दत्तं स्थानिवत् अनल्विदौ अत्र स्थानिवद्भावः पठितुम् अर्हति, परन्तु अल्विदि नास्ति. अनल्विदि प्रकृतौ इत्युक्ते किं? प्रकृतौ इत्युक्ते कुत्र? अधुना अधुना नियोगः नूल् उदाहरणं. नियोगः नूल् इति तु जातं, नियोगः नूल् इति विषयः नियोगः न सः विषयः तु कथा. सम्यक्, कथायोगः णिच् इति. आं वदतु. कथायोगः णिच् स्थले प्रथमं तानि वयं जानीमः अल्विधि अस्ति वा अनुल्विधि अस्ति वा इति पश्यामः चेत् स्थानिवत् आदेश अनल्विदौ सूत्रेण स्थानिवत् भावः भवितुम् अर्हति, परन्तु निषेधः अतोपदायाः सूत्रस्य कार्यं न भवति. अतोपदायः कार्यं न भवति, निषेधः भवति. ततः अन्यसूत्रमस्ति अतस्परस्मिन् पूर्वविधौ इति सूत्रेण कार्यं भवति. अत्र शास्त्रीयं वा शास्त्रीयं वा इति न उक्तम्. अतः तदे अतस्परस्मिन् पूर्वविधसूत्रेण स्थाने स्थाने एकार एव एकार अस्ति अपि चेत् कार्यं भवति, अय आदेशः भवति. सम्यक् सम्यक्, बहु समीचीनं, धन्यवादः भगिनि. इदानीं तत्र अग्रे उमा भगिनी अग्रे पठतु. उमा भगिनी अस्ति वा? पठतु. न तदभवत् अग्रिमपरिच्छेदः अचः परस्मिन् पूर्ववेदौ. अचः परस्मिन् पूर्वविधौ परनिमित्तिकः अजादेशः अस्ति भवति अत्र परस्मिन् इति सूत्रेण अशास्त्रीये स्थानिवद्भावः जायते. अस्तु तर्हि तत्र प्राप्तं वा अत उपादायः न न न तत्र नास्ति भगिनि स्थानिवत् आदेशो अनल्विदौ न अत्र प्रकृतौ स्थानिवत् आदेशो अनल्विदौ इत्यस्य अनन्तरम् अजः परस्मिन् पूर्वविदौ इति सूत्रेण अशास्त्रीये स्थानिवद्भावः जायते न भगिनि न भगिनि तत्र नास्ति तत्र नास्ति अस्तु तर्हि इति सूत्रेण अशास्त्रीये स्थानिवद्भावः जायते कार्यं शास्त्रीयं भवेत् इति न शास्त्रीये अपि अस्य प्रसक्तिः प्राप्तिः च जायते एवमेव विधिः अल्विधिः भवेत् इति न अल्विधिः चेदपि भवति अनल्विधिः अस्ति चेदपि भवति प्रकृतौ कार्यम् अनल्विधिः अशास्त्रीयं च अनल्विधिः इति कारणतः स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवद्भावः भवति स्म किन्तु अनल्विधिः चेदपि अन्यकारणात् अशास्त्रीयत्वात् न जातः अशास्त्रीयत्वात् अनल्विधिः स्थानिवद्भावः भवति अतः परस्मिन् पूर्वविधौ इति सूत्रेण अतः परस्मिन् पूर्वविधौ इति सूत्रेण अशास्त्रीये स्थानिवद्भावः जायते अशास्त्रीयं भवेत् इति न ओ इति ओके ओके अशास्त्रीयम् इति न शास्त्रीये अपि प्रसक्तिः प्राप्तिः च जायते अल्विधिः भवेत् न अल्विधिः चेदपि भवति अनल्विधिः अस्ति चेदपि भवति ओ प्रकृतौ कार्यम् अनल्विधिः अशास्त्रीयं च सो अत्र अनल्विधिः इत्यनेन अशास्त्रीय अशास्त्रीयं भवति अनल्विधिनेन अत्र अनल्विधिः चेदपि भवति अनल्विधिः अस्ति चेदपि भवति सो अस्ति नास्ति द्वयोः अपि भवितुं शक्यते प्रकृतं कार्यम् अनल्विधिः अत्र अनल्विधिः अशास्त्रीयम् आगच्छति प्रकृतिः प्रकृतौ कार्यं मीन्स् दिस् नियोगः न नियोगः क इति न अत्र कतयोगः निच् पूर्व पूर्व प्रकृतौ कार्यम् अनल्विधिः अशास्त्रीयं च अनल्विधिः इति कारणतः तानि अनल्विधिः कः अनल्विधिः कः किं सूत्रम् अनल्विधिः स्थानिवत् आदेशो अनल्विधिः न न इदानीम् अत्र कत्तयोगः णिच् इत्यत्र किं सूत्रम् अनल्विधिः अथ उपादायः इति अनल्विधिः अशास्त्रीयमपि यतोहि तस्य निवृत्तिः भवति इति कृत्वा अशास्त्रीयमपि तदेव स्थानिवद् आदेशो अनल्विधौ इत्यनेन स्थानिवद् भावः भवति स्म किन्तु अनल्विधिः चेदपि अन्यकारणात् अशास्त्रीयत्वात् न जातः अत्र अनदर् रीसन् अशास्त्रीयत्वात् अनल्विधिः स्थानिवद्भावः भवति अतः परस्मिन् पूर्वविदौ इति सूत्रेण सो अतः परस्मिन् पूर्वविधौ इति सूत्रेण अशास्त्रीयत्वात् अनल्विधिः तान्विद्भावः भवति. समीचीनं समीचीनम् इत्युक्ते अतः परस्मिन् पूर्वविधौ इत्यत्र अल्विधिः वा अनल्विधिः वा इति न पश्यामः, शास्त्रीयकार्यं वा अशास्त्रीयकार्यम् इति वा न पश्यामः. अतः यत्किमपि भवतु अतः परस्मिन् पूर्वविधौ इति सूत्रस्य निमित्तानि पूरितानि चेत् तानिवद्भावः भवति. तानिवत् आदेशो अनल्विधौ इत्यत्र तथा नास्ति. अहं म्यूट् करोमि किञ्चित् भगिनी भवतीं प्रतिध्वनिः. तानिवत् आदेशो अनल्विधौ इत्यत्र तथा नास्ति. आदेशः अनल्विधिः स्यात् तत्र विधिसूत्रम् अनल्विधिः स्यात् अनन्तरं शास्त्रीयं स्यात् तदानीमेव तानिवत् आदेशो अनल्विधौ इत्यनेन तानिवद्भावः भवति. अस्तु इदानीं तत्र अन्तिमपरिच्छेदः अस्ति, तद् एकवारं पठित्वा समापयामः यतोहि तत्र प्रासङ्गिकविषयः अस्ति. शोभा भगिनी पठित्वा समापयतु. राम भगिनि, तर्हि स्थानिवतादेशो अनल्विधौ इत्यनेन अल्विधिः अस्ति चेत् स्थानिवद्भावः न भवति, अल्विधिः अस्ति चेदपि अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः भवति इति तु सत्यं, किन्तु अल्विधिः भवेत् एव इति नास्ति. यथा अत्र प्रकृतौ अत्र अल्विधिः अस्ति इति कृत्वा स्थानिवद्भावस्य साधनार्थम् अचः परस्मिन् पूर्वविधौ इत्यस्य आवश्यकता इति नास्ति. अल्विधिः एव नास्ति. अस्तु तत्र तावत् वा भगिनि? आं तावदेव. तर्हि हा इदानीं तत्र स्थानिवद्भाव आदेशो अनल्विधौ इति इत्यनेन अल्विधिः अस्ति चेत् स्थानिवद्भावः न भवति इति ज्ञातवन्तः. अल्विधिः अस्ति चेदपि अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः भवति इति अपि ज्ञातवन्तः, किन्तु अल्विधिः भवेत् एव इति नास्ति. यथा अत्र प्रकृतौ इदानीं तत्र प्रकृतौ इति तत्र कतियोगः निश्चयेव प्रकृतिः. अत्र अस्माकं प्रासङ्गिकः विषयः नियोगः नायकमध्ये किमपि तत्र अन्यप्रसङ्गः अस्ति इति उक्तं. तत्र प्रकृतिः इत्युक्ते कथयोगः कथयोगः णिच् इति एव. प्रकृतौ किं तत्र अल्विधिः भवेत् एव इति तु नास्ति इति कथयोगः णिच् इत्यत्र. अत्र कथयोगः णिच् इत्यत्र अल्विधिः वा अनल्विधिः वा? अनल्विधिः. तत्र अनल्विधिः अस्ति चेदपि अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः भवति खलु? भवति. हा अल्विधिः भवेत् एव इति नास्ति इति तत्र अचः परस्मिन् पूर्वविधौ इति सूत्रस्य विषये. अतः तत्र इत्यनेन स्थानिवद्भावः भवति इति तु सत्यं, किन्तु अल्विधिः भवेत् एव इति नास्ति. हा तत् तत्र पूर्वमपि उक्तम् अल्विधिः भवेत् अनल्विधिः भवेत् शास्त्रीयकार्यं भवेत् अशास्त्रीयकार्यं भवेत् किन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन सूत्रेण कार्यं तु भवति इति तदेव तत्रापि उक्तं प्रकृतौ इति कथायोगः निश्चितस्य विषये. तत्र तु अनल्विधिः आसीत्. अत्र अल्विधिः अस्ति इति कृत्वा स्थानिवद्भावस्य साधनार्थम् अचः परस्मिन् पूर्वविधौ इत्यस्य आवश्यकता इति नास्ति. अल्विधिः एव नास्ति. हा तदेव तत्र कथायोगः णिच् इत्यत्र अल्विधिः नास्ति, यतोहि तत्र अल् आश्रित्य तत्र चतुर्षु अल्विधिषु दृष्टवन्तः, तेन कार्यं न किं तत्र तस्य निमित्तमेव नास्ति इति. अतः अल्विधिः न आसीत् तत्र. अतः तत्र अल्विधिः अस्ति इति कृत्वा स्थानिवद्भावस्य साधनार्थम् अचः परस्मिन् पूर्वविधौ इत्यस्य आवश्यकता इति नास्ति. अल्विधिः एव नास्ति प्रकृतौ इति. समीचीनं समीचीनम् इत्युक्ते अचः परस्मिन् पूर्वविधौ इत्यत्र अल्विधिः वा भवतु अनल्विधिः वा भवतु शास्त्रीयं वा भवतु अशास्त्रीयं वा भवतु सर्वत्र कार्यं भवति तावदेव इत्युक्ते विस्तृत अस्ति तत्र निमित्तानि पूरितानि चेत् तत्र कार्यं भवति स्थानिवद्भावः भवति इति अत्र स्थानिवद्भावस्य विषयः अत्र समाप्तः नूल् त्रिचौ युवरनकौ अचौ इनिति इति सूत्राणि वयं जानीमः भवन्तः स्वयं पठितुम् अर्हन्ति इति कृत्वा अदन्तधातूनां विषयः अत्र समाप्तः अस्ति अग्रे मित् दातवः इति वयं पश्यामः कोऽपि प्रश्नः वा एतवता अस्तु तर्हि अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः धन्यवादः भगिनि नमस्कारः धन्यवादः भगिनि नमस्ते नमस्कारः धन्यवादः नमस्कारः